नमस्कारः. लृङ्लकारः इति करपत्रम् अनुवर्तते. तर्हि आरम्भतः एकवारं पुनस्मरणं कृत्वा अग्रे गच्छामः. मणिमहोदय वक्तुमिच्छति वा? महोदय, लृङ्लकारस्य विषये भवान् किमपि वक्तुमिच्छति वा? आरम्भे यत् पठितमासीत् स्मरति वा? बहुकालम् अत्र नासीत् खलु. आम् वदामि महोदय, सम्यक् अस्ति चेत्, सम्यक् नास्ति चेत् वदतु. अहं म्यूट् मध्ये भवामि. सरला भगिनी भवती परिष्करोतु. किमर्थमित्युक्ते मम ध्वनिः, अहं यदा अन्म्यूट् भवामि तदा तु अन्यध्वनिः, अन्येषां ध्वनिः सम्यक् न श्रूयते इति मन्ये. एकनिमिषं. हेतुमतोर्लिङ्ग् इति सूत्रेण यदा हेतुः च हेतुमान् अपि अस्ति, कार्यकारणभावे हेतुमान् इति अर्थेन तदा कार्यकारणभावेन अस्ति चेत् तदा धातुतः लिङ्लकारः विकल्पेन भवति. तदेव लिङ्लकारस्य नियमं कथं भवति इति सूत्रस्य हेतुमति इति हेतुमति इति अर्थेन कथं भवति इति सूत्रं वदति. अनन्तरं लिङ् लिङ् ते लिङ् क्रियाधिपतो दत्तौ इति सूत्रं वदति. प्रश्न, यदि लिङ् प्रयोगे नास्ति विकल्पेन किं लकारस्य लिङ् ते लिङ् क्रियाधिपति धातुतः एव तत् लिङ् लकारस्य अर्थः भवति, परन्तु हेतुमतो लिङ् इति सूत्रे तदा नास्ति इति अहं चिन्तयामि. न, विभाषा अस्ति, अनुवृत्तिसूत्रं पश्यतु. हेतु हेतुमतो लिङ् प्रत्यय विभाषा तो तत्र विकल्पेन प्रयोग क्षमितं क्षमितं क्षमितं लिट्लकारः भवति. लिङ्गं च लिरुङ् क्रियाधिपतौ इति सूत्रं वदति. यदा लिङ् निमित्तम् अस्ति, हेतुमद्भावः अपि अस्ति, तदा क्रियाधिपतौ दातः भविष्यत्कलात् लिरुङ् भवति. यदा लिरुङ् भविष्यत्कलात् क्रियाधिपतदातोः लिरुङ् नित्यं भवति. अत्र भूदेशे इति सूत्रं वदति. सम्यक् अन्य वदति वा? द्वौ साधु अस्ति इति न, अन्यसूत्रम् अहं पठामि वा, अन्य वदति वा? भूते च ओतापि करोतु, तदनन्तरं. ओके, अस्तु. भूते च इति सूत्रं वदति. निमित्तमस्ति, तदेव लिङ्निमित्तमस्ति, हेतुहेद्मद्भावः अस्ति चेत् भूतकालार्थे क्रियाधिपतः लिङ् भवति, नित्यं भवति भूतेच इति सूत्रेण. परन्तु ओदाप्यः इति सूत्रं वदति भूतेच इति सूत्रस्य परं 142 3314 331 शेषे लीटा यदौ इति सूत्रं पर्यन्तं उदेश इति सूत्रस्य अर्थः भवति. समितं लिङ्लकारः भवति क्रियाधिपतौ दातः विकल्पेन भवति. ततः परम् उदाप्योः समतुल्यम् इत्यस्य परं 152 परं क्रियाधिपतौ दातोः लिङ्लकारः नित्य भवति इति सूत्रं भवति. लिङ्लकारः भवति लिङ् निमित्ते चेत् महोदय इति लिङ् निमित्ते चेत् इति अर्थेन एव लिङ् निमित्ते चेत् अस्ति एव लिङ्लकारः क्रियाधिपतौ दातः भवति. साधु, धन्यवादः. इदानीम् अरुणा भगिनी भवती करोति वा? आं भगिनि, एकनिमिषम्. गर्हायां भवति त्रयं करो सूत्राणि त्रीणि. गर्हायां लदपि जातोः अत्र गर्ह्या निन्दार्थे अपि पदशब्दः धातु जातु इतनयोः योगे त्रिषु कालेषु लुट् लट्लकारः एव भवति. इदं सूत्रम् अपवादसूत्रम् इति मन्ये. अनुवटसहितसूत्रं वदति गर्हायाम् अपि जातोः धातोः लट् प्रत्यय परश्च. कस्य अपवादः अस्ति? लिङ्गविधानः इति अपवादः नास्ति. अत्र केवलं दत्तमस्ति अस्मिन् प्रकरणे अनुवृत्ति वशात्. कस्य अपवादः इति अहं न चिन्तयामि कि अपवादः अस्ति. भव्या भगिनी भवत्या किम्? अत्र सर्वलकाराणाम् अपवादः अस्ति खलु. यत्र यत्र सूत्रमस्ति गर्हायां लटपि जातुः इति सूत्रं, यः कोऽपि लकारः यः कोऽपि कालः भवतु सर्वेषु कालेषु अपि लट् एव विधीयते. केवलम् एकमेव उक्तमस्ति खलु इति कृत्वा सर्वलकाराणाम् अपवादः अस्ति इति. तदर्थं भगिनि अस्मिन् सूत्रे लट् लकारस्य विधानेन लिङ्विषयः बाधितः. अपि च सर्वमपि लकारः सर्वेपि लकारः बाधितः भवन्ति सर्वलकारः अपवादः अस्ति. केवलं लट् एव भवतु इति. भूतकालविवक्षा वा भविष्यत्कालविवक्षा वा किम् अस्ति तत्र किं क्रियातिपतिः अस्ति वा नास्ति वा यः कोऽपि भवतु तत्र सर्वत्रापि लट् इति एव अस्ति. धन्यवादः. अनन्तरं विभाषा कथं कथमि लिङ्ग् च सूत्रं वदति कथं शब्दस्य प्रयोगे त्रिषु कालेषु गर्हायां निन्दार्थे विकल्पेन लिङ्लकारः लट् अपि भवति. कालत्रयलकार नाम लिङ् लटौ असतोः असतोः लुङ् लङ् लुङ् लुट् लुट् च भवन्ति. अत्र भविष्यति नित्यम् तदेव भगिनि विकल्पेन भवति कथं शब्दस्य प्रयोजने अस्ति चेत् त्रिषु कालेषु विकल्पेन लिङ्लकारः भवति. अनुभूतिसहितसूत्रं वदति कथमि गर्हायां धातोः लिङ् विभाषा लक्ष प्रत्ययः परश्च लिङ्निमित्तौ भूते च वा लृङ् क्रियातिपदौ. ओ सूत्रं वदति कथं गर्हात् अर्हायाम् अर्थे लिङ्ग् भवति विभाषा लिङ्ग् विभाषा चेत् लट् लकारः भवितुमर्हति लिङ् निमित्ते भूते च वा लृङ् क्रियातिपत् अस्ति लृङ् लकारः अपि विधीयते. किं वृत्ते लिङ् लृटौ सूत्रं वदति यत्र प्रश्नवाचकशब्दाः कः कतरः कथम् इति सति चेत् धातुतः विधिलिङ्ग् च लृट् च भवति गर्हायाम् अर्थे. किन्तु अपि लिङ् अस्ति क्रियातिपति चेत् अस्ति चेत् लृङ् अपि भवितुमर्हति. भूतकाले एव भगिनि भविष्यत्काले नित्यं भूतकाले विभाषे. ओके अस्तु धन्यवादः भगिनि. इदानीम् अहं करोमि अन्वकृति अमर्षयो किं वृत्ते अपि अन्वकृति इत्युक्ते असम्भवान् भगिनि गर्हार्थे इतोपि एकमपि सूत्रमस्ति खलु गर्हायाञ्च इति सूत्रमस्ति अधोभागे तदनन्तरं गर्हार्थे भवति यच्च यच्च इति यदि उपपदे गर्हायाम् अस्ति तत्र लिङ्ग् उपयोगः भवति. यदि क्रियातिपतिः अस्ति चेत् लिङ्निमित्ते क्रियातिपति चेत् भविष्यत्काले नित्यं भवति अपि भूतकाले विकल्पेन भवति. यच्च यच्च इति अपपदे सति अस्ति गर्हायाम् अस्तु. इदानीम् अन्वकृति अमर्षयोः किं वृत्ति अपि अस्मिन् सूत्रात् नन्तर अत्र गर्हाया अस्य निवृत्तिः आगच्छति अस्मात् सूत्रात् इति अस्मात् सूत्रात् धन्यवादः। अस्मात् सूत्रात् गराया इति विषयस्य निवृत्ति आगच्छति, असम्भवानायां वा असहनायाम् इति अस्ति अन्वकृत्ति अमर्ष अर्थं। तत् यदि किम् उपपदम् अस्ति, किं वृत्ति उपपदे सति, किं वृत्ति अत्र किम् अकिम् अपि अस्ति, किं वृत्ते अकिं वृत्ते द्वयोः यदि किं वृत्ति भवेत् वा न भवेत् तत्र यदि अन्वक्लिप्ति वा अमर्ष अति अर्थः सङ्गच्छति तत्र विकल्पेन तत्र लिङ्ग्लकारस्य प्रयोगः भवति क्रियातिपति चेत् विकल्पेन भूतकाले नित्यं भविष्यकाले लिङ्ग्लकारस्य प्रयोगः भवति इति अस्ति अन्वकृति अमर्षयो किं वृत्ते अकिं वृत्ते अपि। तदनन्तरम् आगच्छति किङ्कला अर्थेषु लृट् तो इदानीं किङ्कला इत्यस्य अर्थं भवति क्रोधः अपि अत्र अनुवृत्ति अनुकृति अमर्षयो अस्ति पूर्वसूत्रात् किन्तु अत्र केवलं लिट् लकारस्य प्रयोगः अस्ति लिङ् लकारस्य अनुवृत्तिः नास्ति तो अस्मिन् सूत्रे केवलं असम्भवानायाम् असहनायाम् इत्यस्य अनुवृत्ति अपेक्षिता अतः अस्मिन् प्रकरणे इति एतत् सूत्रं दत्तमस्ति किङ्कलार्थेषु लिट् लकारस्य प्रयोगः इति अपि सर्वलकाराणाम् अपि लिट् लकारप्रयोगः भवति अत्र अपि समान किं भवति समानकालकेषु इति अस्ति। तदनन्तरम् अस्ति जातु यदो लिङ् जातु यदो लिङ् जातु यद् उपपदे सति असम्भवनायाम् असहनायां विषये लिङ्लकारस्य प्रयोगः भवति अपि वार्तिकमस्ति यदा यदो उपसङ्ख्यानां तु न केवलं जातु यदो जातु यद् इति उपपदे अपि यत् यदा यदि तेषाम् उपयोगः अपि भवति तो आहत्य चत्वार उपपदानि आगच्छन्ति जातु यत् यदि यदा इति यत् अस्ति तत्र असम्भवनाया असनायां विषये लिङ्लकारस्य प्रयोगः भवति लिङ्निमित्ते क्रियातिपति चेत् असम्भवनायाम् असहनायां लिङ्लकारस्य प्रयोगः भविष्यत्काले नित्यं भूतकाले विकल्पेन भवति। तदनन्तरम् आगच्छति यच्च यत्रयो यच्च यत्रयो अत्र अपि असम्भवनायाम् अपि अमर्षयो इत्यस्य अनुवृत्ति अस्ति किन्तु अत्र उपपदं भिन्नम् अस्ति यच्च यत्रयोः तो यच्च इति यत् च द्वयोः सङ्घातम् अस्ति तो यच्च इति एक अवयवपद केवलं स्वीकृतम् अस्ति तो यच्च यच्च उपपदे सति सम्भवनायां वासनायां विषये लिङ्लकारस्य प्रयोगः भवति यदि लिङ् निमित्ते क्रियातिपति चेत् भूतकाले विकल्पेन भविष्यकाले नित्यं भवति। गरायां च यदि वयं एकम् अन्य करोमि यच्च यत्र तेषाम् इत्यस्मिन् आगच्छति खलु यच्च यत्रति इदानीम् अन्वकृति अमर्षयो इत्यस्य अनुवृत्तिः नास्ति किन्तु यच्च यत्र उपपदे सति निन्दार्थे घराया अर्थे प्रयोगः भवति लिङ्लकारस्य प्रयोगः यदि क्रियातिपति चेत् लिङ्निमित्ते क्रियातिपति। अत्र मम संशयः अस्ति अत्र यद् इत्यपि उपपदं भवति वा चित्रीकरणे इत्यस्मिन् न यच्च यत्र इत्येव वयम् एव किन्तु किन्तु अग्रिमे सूत्रे तु यद् यद् यद् भिन्न उपपदम् इत्यपि स्वीक्रियते. तर्हि मम प्रश्नः अस्ति यच्च यत्र तत्र यद् भिन्नं कुत्र अस्ति न गतमस्ति यद्भिन्न यच्च इति सङ्घातम् अस्ति यच्च यत्वमि न जातु यदि इत्यस्ति हा शे न न अग्रिमे सूत्रे तु यद्यति सूत्रे एव आगच्छति इति कृत्वा अयदौ इति स्वीकुर्मः. गच्छतु भगिनि वदतु. गर्हायां वयं कृतवन्तः, इदानीं चित्रीकरणे च पुनः यच्च यत्र उपपदे इत्यस्य अहं वदामि चित्रीकरणे इति अस्मिन् अस्तु. अच्छा तर्हि अरुणा भगिनी तु गर्हायाम् इत्यस्मिन् अर्थे तत्र चत्वारि सूत्राणि उक्तवती. तदनन्तरम् अधुना भगिनी तु अन्वक्लुप्त्यमर्षयोः इत्यस्मिन् विषये पुनः सरला भगिनी अपि चत्वारि सूत्राणि उक्तवती. तर्हि अग्रे तु चित्रीकरणे इति अस्ति इति अस्य तत्र तु चित्रीकरणे च इति सूत्रमस्ति. अस्मिन् सूत्रे तु यथा भगिन्या पूर्वसूत्रं पठितं यत्र यच्चयोः इति सूत्रं पठितं, तस्मात् सूत्रात् यच्च यत्र इति उपपदम् अनुवृत्तितः आगच्छति. तर्हि यदा चित्रीकरणे इत्यस्मिन् विवक्षायां तत्र यदि यच्च यत्र इति उपपदे स्तः चेत् तदा तु चित्रीकरणे च इति सूत्रेण लिङ्लकारस्य विधानं भवति. तत्र तु सर्वलकाराणाम् अपवादः अस्ति, केवलं लिङ्लकारः भवति. सर्वेषु कालेषु अपि लिङ्गेव विधीयते. तथैव यत्र क्रियाधिपतिः अस्ति चेत् भविष्यत्काले लृङ्लकारः नित्यं भवति, अनन्तरं भूतकाले तु विकल्पेन लृङ्लकारः भवति, अपक्षे तु लिङ्गपि भवति इति चित्रीकरणे इत्यस्ति. तदनन्तरं यदि यच्च यत्र नास्ति अस्यां विवक्षायां यत्र यच्च यत्र अनन्तरं यदि अपि नास्ति चेत् शेषे लृड् अयदौ इति अस्ति. अनेन यत्र यच्च यत्र यदि इति त्रयाणां त्रिभ्यः अपि भिन्नेभ्यः तत्र किं भवति भिन्न अव्ययः आगच्छति चेत् तत्र तु शेषे लृड् अयदौ इति सूत्रेण लृट् लकारः विधीयते. अधुना किं स्मर्तव्यम् इत्युक्ते यच्च चित्रीकरणे च इति सूत्रं यत् अस्माभिः पठितं पूर्वसूत्रं तावत्पर्यन्तमेव ओताप्योः इत्यस्य अनुवृत्तिः अस्ति. तर्हि अग्रे तु ओताप्योः इत्यस्य अनुवृत्तिः नास्ति इति कृत्वा अग्रे तु यत्र यत्र अस्माकं तत्र क्रियाधिपतिः यत्र भवति तदा तु भूतकाले वा भविष्यत्काले वा नित्यं लृङ् भवति खलु. अत्र शेषे लृड् अयदौ इति अस्ति खलु भगिनि, तत्रापि यत्र यत्र यत्र यच्च यत्र भिन्न अव्ययपदं यत्र अस्ति तत्र तु क्रियाधिपतिः अस्ति चेत् तत्रापि लृङ् भवति खलु. लिङ् नास्ति, केवलं लिट् शेषे लिट् ददौ यदि क्रियाधिपतिः अस्ति चेत् लिङ्ग् निमित्तं नास्ति इति कृत्वा यत्र तर्हि यत्र लिङ्ग् निमित्तं नास्ति इति कृत्वा अत्र क्रियाधिपत्तिः अस्ति चेत् अपि लृट् एव विधानं भवति खलु. निमित्तं नास्ति केवलं यथा जातु जातु अपि लट् लिङ्क्लार्थे लिट् अत्र तृतीयसूत्रं यत्र लिङ्ग् निमित्तं नास्ति त्रीणि अस्मिन् प्रकरणे आगच्छन्ति यस्मिन् लिङ्ग् लकारस्य निमित्तं नास्ति लिङ्ग् अपि न भवति. तदनन्तरं बाडम् इत्यस्मिन् अर्थे उत अपि इति पदद्वयस्य तत्र सामान्यतया संस्कृते प्रयोगः भवति. उत इति शब्दस्य अपि शब्दस्य अन्येषु अर्थेषु अपि प्रयोगः अस्ति, किन्तु यत्र भाडम् इत्यर्थे प्रयोगः अस्ति तदा किं भवति इत्युक्ते तत्र यत्र समर्थयोर्लिङ् इति उताप्योः समर्थयोर्लिङ् इति सूत्रेण यत्र कार्यं समर्थितं भवति खलु, इत्युक्ते कार्यस्य समर्थयोरिति इति समान अर्थक यत्र भवति अत्र तु भाडम् इत्यस्मिन् अर्थे एव उतशब्दस्य अपि शब्दस्य समान अर्थः भवति भाडम् इति अर्थः भवति तर्हि तादृश भाडम् इति तत्र सूत्रे तु भाडम् इति न उक्तमस्ति समर्थयोरित्येव उक्तमस्ति अनेन किं ज्ञायते इत्युक्ते उत अपि उभयोः समानार्थः कुत्र भवति इति तत्र एव अस्य सूत्रस्य प्रसक्तिः इत्युक्तमस्ति किन्तु तद् तु वयं जानीमः कुत्र समानार्थः भवति इत्युक्ते भाडम् इत्यस्मिन् अर्थे एव समानं भवति इति कृत्वा भाडम् इत्यस्मिन् अर्थे तत्र नित्यं लिङ्लकारः भवति नित्यं लिङ्लकारः भवति तदनन्तरं सर्वलकाराणाम् अपवादः अस्ति यत्र अत्र तु लिङ् इति उक्तमस्ति सूत्रे इति कृत्वा अत्र लिङ्विवक्षा अपि अस्ति इति कृत्वा अत्र तु किम् अस्ति अत्र तु यत्र क्रियातिपत्तिः यत्र भवति यदा भवति तदा तु लृङ्लकारस्य नित्यविधानं भवति भूतकाले वा भविष्यत्काले वा किमर्थम् इत्युक्ते ओतापयोः इत्यस्य अनुवृत्तिः नास्ति अस्मिन् तर्हि नित्यं लृङ्लकारः भवति तद् इति तृतीयं सूत्रमस्ति तदनन्तरं चतुर्थं सूत्रम् अत्र अस्माभिः पठितम् आसीत् कामप्रदेवने अकच्चित् इति सूत्रं पठितम् अत्र कामप्रदेवने इत्युक्ते तत्र इच्छायाः तर्हि इच्छायाः प्रकटीकरणे इत्यस्मिन् विवक्षायां यत्र वयं कच्चित् इति पदं न प्रयोगं कुर्मः कच्चित् इति पदस्य कः अर्थः इत्युक्ते आशायाः वा मङ्गलवाचकं वा तत्र मङ्गलकामनाय वा तत्र प्रयोगः क्रियते कच्चित् इति पदं तर्हि तादृश इच्छायाः प्रकटने यत्र कच्चित् इति पदस्य प्रयोगः न भवति तदा तु लिङ्लकारस्य पुनः नित्यं यथा पूर्वसूत्रं तथैव अत्रापि नित्यं लिङ्लकारस्य विधानं यत्र क्रियातिपतिः अस्ति चेत् लृङ् तु भूते अपि भविष्यत्काले अपि नित्यं विधानं भवति भूताप्योः इत्यस्य अनुवृत्तिः अत्रापि नास्ति अस्तु अधुना तु तत्र जाटिल्यम् इत्यस्य सूत्रं नूतनसूत्रमस्ति तत्र अस्माकं किञ्चित् एकवारं सम्यक् पठनीयं भवति अन्यः वदति वा मन्निमहोदय पठति पठामः वा भगिनि समयः अस्ति वा तदर्थम् अस्ति खलु सूत्रद्वयं पुनः पठामः तर्हि भगिनि सरलभगिनी पठामि वा पठतु महोदय सम्भावने अलमिति चेत् सिद्धप्रयोग प्रयोगे पर्याप्तविशिष्टसम्भावनार्थे लिङ्लकारो भवति यदि सामर्थ्यकः अलं शब्दस्य आप्रयोगे सिद्धः अस्ति अर्थात् समर्थवाचिना अलं शब्देन विना एव सामर्थ्यतया प्रतीतिः स्यात् अलं शब्दस्य प्रयोगे विना यदि कस्यचित् वंशस्य क्रियासम्बन्धसामर्थ्यं व्यक्तिक्रियते तर्हि लिङ्लकारस्य एव व्यवहारः भवति सर्वलकारणम् अपवादः अलं शब्दस्य प्रयोगः अस्ति चेत् अन्यस्य कस्यचित् लकारः यदा लिट् लकारः व्यवहारः भवेत् अलम् इति अर्थस्य प्रतीतिः अलं शब्देन विना एव जायमानः यस्मिन् सः सिद्धाप्रयोगः काचिकायां लिङ् इति एव सम्भावनं क्रियासु योग्यताध्यावसानम् अथवा शक्तिश्रद्धानं तत् इति इदानीम् अलम् अर्थेन विशेष्यते तत् चेत् सम्भावनं पर्याप्तम् अवितदं भवति सिद्धाप्रयोगः इत्यलमो विशेषणं सिद्धश्चेत् अलमो अप्रयोगः क्व च असौ सिद्धः यत्र गम्यते च अर्थो न च असौ प्रयुज्यते तत् तदीदृशं सम्भावनम् सम्भावनो उपाधिके अर्थे वर्तमानात् धातोः लिङ् प्रत्ययः भवति सर्वलकारणम् अपवर्तक क्रियादिपत्तौ भूते विशिष भविष्यति च नित्यं लिङ् भवति अध्यावसानं नाम निर्धारितम् अभिद्यतं नाम सत्यं विदम् इति उच्यते असत्यं विदितम् विदतम् इति उच्यते सत्यम् उपाधिकं नाम अत्यन्तं प्रकामम् अधिकं सिद्धान्तकौमुद्याम् अलमार्थः प्रौढी सम्भावना नित्यम् अलम् इति च प्रथमतया सप्तम्या च विपरि नमेते सम्भावने अर्थे लिङ् स्यात् तत् सम्भावनम् अलमिति अलमिति अलमि सिद्धप्रयोगः सति प्रयाग् क्षमितम् अलमि सिद्ध अप्रयोगे सति प्रौढी नाम अत्र सिद्धता सामर्थ्यं पर्याप्तिः न प्रयोगे अप्रयोगः नैतत्वसुखः सिद्धो अप्रयोगे प्रयोगो यस्य सः सिद्ध अप्रयोग प्रयोगः तस्मिन् तद्भिन् सिद्धप्रयोगे बहुविधिः सम्भावने सप्तम्यन्तम् अलम् अव्ययपदम् इति अव्ययपदं चेत् अव्ययपदं सिद्धप्रयोगे सप्तम्यन्तम् अनेकपदं सूत्रम् उदाप्यो समत्यो लिङ् इत्यस्मात् लिङ् इत्यस्य अनुवृत्तिः लिङ् निमित्ते लिरिङ् क्रियाधिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्त्यते भूते चेत् एषः अधिकारः धातोः प्रत्ययस्परश्च इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रम् अलं सिद्धप्रयोगे इति चेत् सम्भावने धातोः लिङ् प्रत्ययः परश्च लिङ् लिङ्ति भूते च लिङ् क्रियाधिपत्तौ अथवा सिद्धप्रयोगम् अलं सम्भावनम् इति चेत् धातोः लिङ् प्रत्ययः परश्च लिङ् लिङ्ति भूते च लिङ् क्रियाधिपत्तौ सूत्रं वदति सम्भावने अलमिति चेत् सिद्धप्रयोगे पर्याप्तविषये सम्भावनात् लिङ्लकारः भवति यदि सामर्थ्यक अलं शब्दस्य अप्रयोगे सिद्धमस्ति चेत् ओके वदामि कस्यचित् सामर्थ्य कार्यस्य सामर्थ्यक पर्याप्तविषये सम्भावने अलं शब्दः अप्रयोगः सति परन्तु सिद्धः अस्ति चेत् तदा तदा किं लकारः भवति अलिङ्ग्लकारः भवति इति सूत्रं वर्तते सम्यक् वा भगिनि अलं शब्दस्य प्रयोगे विना तदेव अन्य सेण्टेन्स् अस्ति अस्ति अलं शब्द न अस्ति चेत् क्रिया सामर्थ्यम् उक्तते चेत् लिङ्लकारः एव भवति इति अनन्तरम् अलं शब्दः अस्ति चेत् अत्र लिट्लकारः भवति इति परन्तु लट्लकारः वा लिट् वा लङ् अपि भवितुम् अर्हति इति अहं चिन्तयामि अलम् अत्र अलं शब्दः शब्दं विना एव सिद्धप्रयो इति अलमो विशेषणम् अलं शब्देन विना एव जायमानः यस्मिन् सः सिद्धाप्रयोगः सिद्ध आप्रयोगः इत्युक्ते सिद्ध अलं शब्दः न प्रयोगः वा सिद्धः न इति अस्ति अप्रयोग अलं शब्दस्य अप्रयोगः सिद्धाप्रय अप्रयोगे इति भवति अलं शब्दः अप्रयोगः चेत् सिद्धाप्रयोगः धन्यवादः भगिनि काशिकायामपि वदति लिङ् लकारः एव भवति इति यदा कार्यस्य क्रिया योग्यः भवति अथवा शक्ति भवति सामर्थ्यं भवति इति अहं चिन्तयामि द्वयोः अर्थयोः तत् इदानीम् अलमे विशेषः अलम् अर्थेन विशेषः वा भगिनि संहिताम् अस्ति अलम् इति प्रयोगः न करणीयं, किन्तु प्रयोग प्रयोगस्य वाक्यव्यवहारः इति भवेत्, यस्य अर्थं सम्भावना अर्थे आगच्छति, सामर्थ्यमपि द्योतते. सम्भावना अर्थे सामर्थ्यं द्योतितम् अस्ति चेत् सिद्धप्रयोगे भवति अलं वर्जिता इति अस्ति अर्थम्. तो इति अस्ति काशिकायां यत् दत्तमस्ति तत् तदपि सम्भावनां क्रियासु योग्यता अधिवासनम् इति शक्तिसदानं तयोः अर्थसमानमस्ति सम्भावना अस्ति सामर्थ्यम् इति चेत् कौमुदी सिद्धाप्रयोगे तस्य अर्थं दति प्रौढी नाम सिद्धता सामर्थ्यप्राप्ति इति अस्ति, समानार्थमस्ति. तु केवलं संक्षेपे इति अस्ति अलं सिद्धाप्रयोगे चेत् सम्भावने धातो लिङ् प्रत्यय परश्च लिङ् निमित्ते लिङ् भूते च लिङ् क्रियातिपत्तौ इति अस्ति. तु सिद्धा अलं प्रयोगे असति सम्भावना सामर्थ्य प्रकाशते इति लिङ्गकारस्य प्रयोगः भवति. क्रियाति चेत् लिङ् भूते वा भविष्यत्काले नित्यं भवति इति अस्ति. अनुवृत्तिसहितं द्विवारं दत्तमस्ति, एकं प्रथमा विभक्त्याम् अस्ति, द्वितीयं सप्तमा विभक्त्यां दत्तमस्ति. द्वयोः इति अर्थं समाने एव आगच्छति अस्ति दत्तमस्ति. धन्यवादः अरुणा भगिनी. उदाहरणानि पठति वा? आं भगिनि, उदाहरणं काशिकायामेव. काशिकायां निदर्शनं अपि पर्वतं शिरस्य भिन्द्यात् प्रायशः शिरसा भिन्द्यात् प्रायशः शिरसा पर्वतस्य प्रायशः किं भगिनि प्रायशः न तु प्रयास्य प्रायशः शिरसा पर्वतस्य भञ्जनं कुर्यात् पर्वतं भङ्गनम् एतादृशं कुर्यात् अपि द्रोणपाकं भुञ्जीत भवान् प्रायशः एकस्य द्रोणस्य भोजनं खादेत्. द्रोणस्य दत्तमस्ति 10 kgs. द्वयोः वाक्ययोः एकस्य मनुष्यस्य महतः सामर्थ्यस्य सङ्केतः दीयते कठिनकार्यस्य सम्भावनाय. ओके, अत्र काशिकायां द्वौ उदाहरणं दत्तं. प्रथममस्ति अपि पर्वतं शिरसा विद्यात्. अन्यरूपेण वदितमस्ति प्रायशः शिरसा पर्वतस्य भञ्जनं कुर्यात् विधलिङ्गरूपमस्ति पर्वतं भङ्गनम् एतादृशं कुर्यात् इति. अन्य उदाहरणमस्ति अपि पदं योज्य अपि द्रोणपाकं भुञ्जीत भवान् प्रायशः एकस्य द्रोणस्य भोजनं खादेत्. अत्र किं वदति चेत् द्वयोः वाक्ययोः एकस्य मनुष्य महता सामर्थ्यस्य सङ्केतनं दीयते, अतः कठिनकार्यसम्भवं भवति. अन्यत् तद् पठामि भगिनि. काशिकायाम् अग्रे लिङ्गकारस्य प्रयोगः कथं दत्तमस्ति इति वक्तुं शक्नोति अत्र किम् अत्र सामर्थ्यं सूचयति वाक्ये सामर्थ्यम् अपि इति पदेन सूच्यते इति अपि अत्र अपि अति उपपदं प्रयोगः अस्ति अत्र अपि यत् शिरसा भगनं पर्वतस्य अपि इति सामर्थ्यं भवति इति कठिनकार्यमस्ति तस्य अपि दत्तम् अस्ति सङ्केतं करोति धन्यवादः अग्रे पठतु अन्यपरिच्छेदं भगिनि काशिकायाम् अग्रे दलसार्थक्येन उच्यते अलमिति किम् विदेशस्थायी देवदत्तः प्रायेण आगमिष्यति ग्रामम् देवदत्तः यः विदेशे निवसति प्रायशः स्वदेशं प्रति आगमिष्यति अत्र यद्यपि अपेक्षा अभिव्यक्ता अस्ति यत् देवदत्त स्वदेशं प्रति आगमिष्यति तथापि अलमर्थे सामर्थ्यम् अथवा शक्तिः इति विषयः एव नास्ति अतः विधिलिङ्गलकारः न विधीयते अपि तु लुट्लकार एव नाम केवलं सम्भावना पर्याप्तं नास्ति तादृशी सम्भावना अपेक्षिता अस्ति यस्मिन् सामर्थ्यमपि अन्तर्भूतम् इत्युक्ते सम्भावना अस्ति यतोहि तस्मिन् मनुष्ये सादृश्यं पर्याप्तपरिमाणेन सामर्थ्यं वर्तते कीदृशसम्भावना अलं सम्भावनम् तादृशं सम्भावनं यस्मिन् सामर्थ्यम् अन्तर्भूतम् अत्र अन्य उदाहरणम् अत्र दत्तम् अत्र अलं शब्दं नास्ति अत्रापि उदाहरणमिति देवदत्तः विदेशस्थायी प्रति आगमिष्यति ग्रामम् अत्र सामर्थ्यमिति न द्योतति अतः लिङ्लकार न विधीयते ये केवलं उपपदं सामर्थ्यम् अथवा शक्ति इति विषये अस्ति चेदेव लिङ् भवति विकतः लुट् लकार एव प्रयोज्यते इति स्पष्टम् अस्ति यदि सम्भावना अस्ति किन्तु सामर्थ्यं नास्ति तत्र लिट् लकारस्य प्रयोगः भवति सम्भावना अपि योगे सामर्थ्यमपि अत्र तत्र एव लिङ्गकारस्य प्रयोगः भवति अलं विहाय अलं तस्य प्रयोगः न भवेत् चेत् अग्रे अहं पठामि इदानीं अग्रे गत्वा काशिकायां सिद्धाप्रयोग इति शब्दस्य दलसार्थक्यं प्रसङ्गे सिद्धाप्रयोग इति किम् अलं देवदत्तो हस्तिनं हनिष्यति देवदत्ते तादृशी शक्तिः अस्ति येन हस्तिन मारणं करिष्यति अत्र यद्यपि सामर्थ्यस्य च शक्तेः च विषयः अस्ति किन्तु यतोहि अलं शब्द साक्षात् व्यवहारे अस्ति इति सम्भावने अलमिति चेत् सिद्धाप्रयोगे इत्यनेन लिङ्गः निमित्तं नास्ति तो यदि इति दलसार्थक्यम् अस्ति सूत्रमस्ति सम्भावने अलम् इति चेत् सिद्धाप्रयोगे तो अत्र सिद्धाप्रयोग इत्यस्य दलसार्थक्यम् अस्ति तो उदाहरणमस्ति अलं देवदत्तो हस्तिनं हनिष्यति तो इदानीं यतोहि देवदत्त हस्तिनं हनिष्यति इति दत्तम् अस्ति हस्तिनस्य हननम् इति कठिनकार्यम् अस्ति सम्भावना सामर्थ्यं भवेत् अत्र किन्तु अलं पदस्य प्रयोगः अस्ति अतः अत्र सूत्रस्य प्रसक्तिः न भवति लिङ्लकारस्य प्रयोगनिमित्तं न भवति केवलं लिट्लकारस्य प्रयोगः अत्र दत्तम् अस्ति सो अलं यदि लिट् लकारस्य प्रयोगः न कुर्मः, अलम् इत्यस्य प्रयोगः न कुर्मः, तथा वयं वक्तुं शक्नुमः देवदत्तः हस्तिनं हन्यात् इति. यदि वयं वदामः तत्र अपि देवदत्तः हस्तिनं हन्यात् इति यदि वदामः तत्र सम्भावना सामर्थ्यम् इति प्रयुज्यते अपि तत्र लिङ्ग्लकारस्य प्रयोगः आगच्छ अतः लिङ्ग्लकारस्य प्रयोगः भवति. यदि वयं लिङ्ग्लकारस्य प्रयोगं कुर्मः तत् कथं भवति? अहनिश् हन् धातु तु अहनिष्यति, अहनिष्यत् इति भवत्. देवदत्त हस्तिनं क्रियातिपति चेत् तो वयं वक्तुं शक्नुमः देवदत्त अपि देवदत्त हस्तिनम् अहनिष्यत्. भगिनीति साधु अस्ति अहनिष्यत् लिङ्ग्लकारस्य प्रयोगः यदि क्रियातिपति चेत् अग्रे क्रियातिपतो भूते भविष्यति च नित्यं लिङ्ग् भवति यतोहि उत्थाप्य समर्थयो लिङ्ग् इत्यस्य अनन्तरम् अस्ति. अतः यत्र सम्भावने अलम् इति चेत् सिद्धाप्रयोगे इत्यस्य निमित्तानि उपस्थितानि किन्तु क्रिया न घटिता तत्र भूते भविष्यति उभयत्र लिङ्ग् नित्यम् अस्ति. वयं जानीमः उत्थाप्य समर्थयो लिङ्ग् इत्यस्य सूत्रसङ्ख्या अस्ति तृतीयपाद तृतीयाध्याये तृतीयपादे द्वे पञ्चाशत् अधिकम् एकशतं सूत्रम् इत्यस्य आरभ्य एतात् आरभ्य भवति भूते च भविष्यत्काले लिङ्गकारस्य प्रयोगे नित्यं भवति. तु अत्र अपि अस्मिन् सम्भावना अलं चेत् सिद्धाप्रयोगे लिङ्ग् निमित्तं क्रियातिपति चेत् लिङ्ग्लकारस्य प्रयोगः नित्यं भवति भूते या भविष्यत्काले इति अस्ति. सिद्धान्तकौमुद्यां निर्दिशनम् अपि गिरिं शिरसा भिन्द्यात् प्रायश शिरसा पर्वतस्य भञ्जनं कुर्यात् कमपि बलवन्तं पुरुषं प्रति एषा अतियुक्ति उच्चारिता पर्वतस्य भञ्जनस्य सामर्थ्यं व्यक्तीक्रियते अत्र. गिरिभेदनस्य सम्भावनायाः सामर्थ्यस्य हेतोद्योतक अपि शब्दः अलम् इति अर्थः अस्ति किन्तु अलं शब्दस्य साक्षात् व्यवहारः नास्ति अतः अलं शब्दस्य अर्थः सिद्धः किन्तु प्रयोगः नास्ति अलं सिद्धाप्रयोगः अस्ति. अत्र लिङ्निमित्तं विद्यमानम् अस्ति अतः सम्भावने अलं चेत् सिद्धाप्रयोगे इत्यनेन भिद्धातो लिङ्ग्लकारेण विन्द्यात् इति रूपं जायते. अतः पुनः समान एव अस्ति यत् वयं पूर्वं दृष्टवन्तः शिरसा पर्वतं भिन्द्यात् अत्र पर्वतस्य स्थाने गिरिं दत्तमस्ति अपि गिरिं शिरसा भिन्द्यात् इति अस्ति. तो अपि इति यत् उपपदे सति अत्र ज्योतति अलं न प्रयोगः नास्ति अपि गिरिं शिरसा भञ्जनम् इति यत् अस्ति इति कठिनकार्यमस्ति अपि सम्भावना सामर्थ्यं प्रकाशते. तु अत्र लिङ्ग्लकारस्य प्रयोगः अस्ति अपि गिरिं शिरसा भिन्द्यात् इति दत्तमस्ति. यदि क्रियातिपति चेत् वयं वक्तुं शक्नुमः अपि नित्यं भवति तत्र अपि गिरिं शिरसा अभेदिष्यते अति भिद् इति धातु भवति तु अभेदिष्यत् इति भवेत् अभेदिष्यत् इति परस्मैपदी आगच्छति अभेदिष्यत् इति आत्मनेपदी भिद्धातु उभयपदी अस्ति. तु क्रियातिपति चेत् लिङ्ग्लकारस्य प्रयोगः भवति अन्तिमम् उदाहरणम् अस्ति सिद्धाप्रयोगे किं तस्य दलसार्थक्यं सिद्धान्तकौमुद्याम् क्रियते यदि सिद्धाप्रयोगे न अभविष्यत् तर्हि अलं कृष्णो हस्तिनं हनिष्यति प्रायशः श्रीकृष्णः सहजतया हस्तिनं मारणं करिष्यति इति वाक्ये अपि विधिलिङ्गलकार अभविष्यत् यत् अन्नभीष्टम् अस्ति यतोहि अत्र साक्षात् अलं शब्दस्य प्रयोगेन सामर्थ्यं परिपूर्णं सम्भावना इति अर्थम् आगच्छति अतः सिद्धाप्रयोगः नास्ति अपि तु सिद्धप्रयोगः एव अस्ति तो इदानीं सिद्धान्तकौमुद्यां सिद्धाप्रयोग इत्यस्य दलसार्थक्यं दत्तमस्ति उदाहरणमस्ति अलं कृष्णो हस्तिनं हनिष्यति तो अलं ते साक्षात् अलम् इत्यस्य प्रयोगः अस्ति अतः लिङ्ग्लकारस्य प्रयोगः नास्ति केवलं लिट् लकारस्य प्रयोगं दत्तमस्ति अलं कृष्णः हस्तिनं हनिष्यति इति दत्तमस्ति अतः सिद्धप्रयोगः अत्र सिद्ध अप्रयोग उदाहरणमस्ति यदि के अलम् इत्यस्य प्रयोगे न कुर्मः तु कृष्णहस्तिनं हन्यात् इति वयं कर्तुं वक्तुं शक्नुमः अपि कृष्णहस्तिनं हन्यात् इति भवति तु तत्र लिङ्गकारस्य प्रयोगः आगच्छति किन्तु इति न दत्तमस्ति अलम् इत्यस्य साक्षात् प्रयोगः अस्ति अतः सिद्धाप्रयोग इत्यस्य दलसाध्यकं सिद्धं भवति अत्र अस्तु भगिनि इदानीं भवती क्रियापतिविषये वा क्षम्यतां तत्र क्रियातिपत्तौ इति ततः गत्वा खलु तद् समाप्तं वा भगिनि आमां सिद्धाप्रयोगे उक्तवती खलु विभाषाधातौ सम्भावनवचने अयदि इति तत्र सम्भावनार्थकधातौ उपपदे सति यत् शब्दे उपपदे असति धातुतः लिङ्ग्लकारः विकल्पेन भवति यदि समानार्थक अलं शब्दस्य अप्रयोगः सिद्धः स्यात् अत्र तु सूत्रात् पूर्ण अनुवृत्तिः अस्ति तर्हि अनुवृत्तिसूत्रं पठामः चेदेव सम्यक् ज्ञायते अत्र किं किं पठनीयम् इत्युक्ते सम्भावने अलम् इति चेत् सिद्धाप्रयोगे तदनन्तरं विभाषाधातौ सम्भावनवचने यदि इति तर्हि यत्र यथा पूर्वम् उक्तम् आसीत् तत्र तत्र अलम् इत्यस्य अर्थः शब्दं न प्रयोक्तव्यं यद् शब्दस्यापि प्रयोगः मास्तु इन सूत्रे तत्र पूर्वतनसूत्रात् अलम् इति स्वीकृतमस्ति अलमिति चेत् इति स्वीकृतमस्ति तथैव अत्र तु अयदि इत्युक्तमस्ति इति कृत्वा अत्र तु यद् शब्दः मास्तु इति अस्ति खलु तदनन्तरं किम् अस्ति अत्र सिद्धाप्रयोगे साद् तत्र अलं शब्दस्य प्रयोगः नास्ति किन्तु तस्य अर्थः कः अर्थः इत्युक्ते पर्याप्ति अर्थः अस्ति खलु पर्याप्तः तत्र कंसस्य वधार्थं कृष्णः पर्याप्तः इति तर्हि तत्र साधयितुं तत्र पर्याप्ति अर्थः तत्र भवेत् सम्भावनार्थकः भवति खलु तत्र सम्भावना अस्ति पर्याप्तिः अस्ति इति अर्थः गच्छति चेत् तदा तु धातुतः तत्र विकल्पेन कस्य लकारः भवति इत्युक्ते लिङ्ग्लकारस्य विधानं भवति इति यत्र लिङ्ग्लकारः नास्ति तद् किम् इति अग्रे पश्यामः अस्तु पठामि पूर्वसूत्रे लिङ्ग्लकारः नित्यः आसीत् परन्तु प्रकृतसूत्रे विभाषा इत्यस्य वचनेन लिङ् वैकल्पिकः सम्भावने इति तर्हि लिङ्ग्वैकल्पिकः इति अवगच्छामि अन्यस्मिन् पक्षे यत् इति किम् इति अग्रे पश्यामः सम्भावने इति शब्दः भविष्यत्कालस्य द्योतकः अतः पक्षे सामान्यभविष्यत्कालप्रत्ययः लृट् भवति तर्हि विकल्पेन विभाषा इत्यनेन एकस्मिन् पक्षे लृग् विधानं भवति किमर्थम् इत्युक्ते यत्र सम्भावना इति वदामः तत्र तु सामान्यतया भविष्यत्कालस्य अर्थं द्योतयति बोधयति इति कृत्वा अन्यस्मिन् पक्षे तु अनेन सूत्रेण विभाषा इत्यस्य बलेन तत्र लिङ्लकारस्य विधानमपि भवति. अग्रे, परन्तु यत् शब्दस्य व्यवहारः अस्ति चेत् लिङ् नित्यं भवति, भविष्यत्कालस्य विकल्पः न जायते. तर्हि यत् शब्दस्य प्रयोगः नास्ति चेत् विभाषा अस्ति, किन्तु यत् शब्दस्य प्रयोगः यत्र अस्ति तत्र तु लिङ्गेव भवति इति. किमर्थं सम्भावने अलमिति चेत् सिद्धप्रयोगे इति सूत्रेण एव गृह्यते खलु इति कृत्वा पूर्वसूत्रात् एव लिङ्विधानं नित्यं भवति. तर्हि अस्य सूत्रस्य तत्र आशयः कः इत्युक्ते यत् शब्दस्य प्रयोगः यत्र भवति, यत् शब्दस्य प्रयोगः यत्र नास्ति तत्र विकल्पेन भवति इति अवबोद्धुम् अस्य सूत्रस्य आशयः अस्ति. अस्मिन् सूत्रे पूर्वसूत्रस्य सम्भावनेयलमिति चेत् सिद्धाप्रयोगे इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः भवति. अतः अत्रापि सम्भावना तादृशी अस्ति, तस्य तादृश अभावः प्रतिबद्धः यथा पूर्वसूत्रे आसीत्. सामर्थ्यप्रसङ्गे अलं शब्दप्रसङ्गे च, तर्हि सामर्थ्यं भवेत् किन्तु अलं शब्दस्य प्रयोगे इति अत्रापि गृह्यते. अस्मिन् येन शब्देन अपेक्षा प्रकाशिता तथा यथा सम्भावय अपि अथवा अपि नाम तत् सम्भावनवचनम् इत्युच्यते. अत्र सम्भावनवचने इति उक्तमस्ति. अनेन किं ज्ञास्यामः इत्युक्ते किमपि शब्दः भवेत् येन अस्माभिः तत्र सम्भावना भवति इति अस्माभिः अवगन्तव्यम्. उदाहरणार्थं सामान्यतया संस्कृतभाषायां तत्र एवं प्रयुज्यते, यत्र सम्भावना अस्ति इति अन्यान् प्रकाशयितुं वयं किं वदामः, सम्भावय अपि, नो चेत् अपि नाम इति तादृशप्रयोगः भवति. तर्हि यत्र सम्भावः तर्हि तत्र उपपदम् अपेक्षितं किन्तु यद् मास्तु इत्येव अस्ति यदि इत्यनेन. तर्हि एतादृशसम्भावनार्थक उपपदम् अपेक्षितानि वर्तन्ते. काशिका, अग्रे, काशिकायां सम्भावने अलं अलम् इति चेत् सिद्धाप्रयोगे इति सर्वम् अनुवर्तते. तदेव काशिकायामपि उक्तमस्ति. पूर्वसूत्रं पूर्णतया अनुवृत्ति, पूर्वसूत्रस्य अनुवृत्तिः पूर्णतया भवति इति. सम्भावनम् उच्यते येन सह सम्भावनवचनः. तर्हि सम्भावनसूत्रे तु सम्भावनवचन इति उक्तमस्ति. तस्य अर्थः कः इत्युक्ते सम्भावनां यत् द्योतयति, यत् पदं द्योतयति, येन वयं सम्भावनं वयं प्रकटीकुर्मः तस्य तदेव सम्भावनवचनः इति वयं वदामः. तर्हि तादृश उपपदम् अपेक्षितम् अस्ति इति. सम्भावनवचने धातौ उपपदे यत् शब्दवर्जिते धातोः विभाषा लिङ् भवति. इत्युक्ते सम्भावनवचन उपपद सम्भावनवचने उपपदे इति वक्तव्यं, तत्र वि हव् टु रिआर्गनैज् द सेण्टेन्स्. सम्भावनवचने उपपदे, तत्पूर्वं किं वक्तव्यं, यत् शब्दवर्जिते सम्भावने उपपदे इति वक्तव्यं. यत् मास्तु किन्तु अन्य किमपि सम्भावनवचन उपपदम् यत्र अस्ति इति अर्थः. धातौ उपपदे इति बहु मुख्यमस्ति. न न, धातौ इति अग्रे आगच्छति. तदा तु किम् अस्ति, धातौ किं भवति, लिङ् विक्लकारः भवति, धातुतः लिङ् विक्लकारः. इत्युक्ते दत्तमस्ति विभाषा धातौ सम्भावन धातौ सम्भावना अर्थकं धातौ. किमर्थं धातौ इति द्विवारं स्वीक्रियते इति प्रश्नः आयाति खलु. किमर्थम् इत्युक्ते लिङ्लकारस्य विधानार्थमेव धातौ इति स्वीक्रियते. तर्हि पुनः किमर्थं द्विवारं धातौ इति क्रियते, तत् नावश्यकं खलु इति मे मम मतिः. सम्भावनावचने धातौ उपपदे, सत्यं भगिनि, तत्र उपपदं किम् अस्ति, सम्भावनावचने अस्ति खलु. तत्र धातुः तु सम्भावनावचने नास्ति. तत्र सप्तमी धातौ इति सप्तमी यत् अस्ति तद् तु तत्र तादृश धातुः अपेक्षितम् अस्ति. अस्तु, धातुः यस्य सम्भावन अर्थः अस्ति सम्भावनवचने. तर्हि अपि नाम इत्यस्मिन् तु सम्भावना तत्र धातुः नास्ति खलु. तत् धातौ सम्भावनावचनं इति न भगिनि, सम्भावय अपि इति यत्र उक्तमस्ति खलु उदाहरणार्थं सम्भावनवचना इति, तत्र तु धातुः पश्यति काशिकायाम् अधोभागे उद्धारं पश्यति सम्भावयामि तर्हि पश्यामः तर्हि एवम् अवगच्छामि, एतत् पठित्वा एवम् अवगच्छामि अपि नाम इति अत्र प्रयोगः क्रियते, यद्यपि तत् सम्भावनवचनमस्ति तथापि धातुप्रयोगः नास्ति इति कृत्वा तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति, प्रवृत्तिः नास्ति, साधु वा? आमां धातुप्रयोगः अस्ति चेत् एव अस्य सूत्रस्य प्रसक्तिः प्रवृत्तिः. तर्हि तादृशविवक्षायां किम् अस्ति, तत्र लिङ्ग्लक धातुतः पुनः धातोः इति अस्ति, तर्हि धातोः इति पञ्चमी अस्ति, तदा तु धातुतः लिङ्ग्लकारः वा स्यात् इति विकल्पेन भवति. यत् शब्दे नास्ति इति पूर्वमपि उक्तमासीत् खलु, यत् अयदि इत्यनेन यत् शब्दे न भवति इति, न तु यत् शब्दे इति. पूर्वेण नित्ये प्राप्ते वचनम्, अत्र तु पूर्वसूत्रात् नित्यं नित्यप्राप्तिः भवति, किन्तु अत्र तु वैकल्पिकप्राप्तिः अस्ति इति कृत्वा नूतनसूत्रम् अत्र रचितम्. अत्र अन्तिमवाक्यस्य अर्थः एवं स्यात्, पूर्वसूत्रे लिङ् नित्यम् आसीत् किन्तु प्रकृतसूत्रे तत् प्रभाद्य लिङ् वैकल्पिकता विधीयते. सम्भावनम् उच्यते अनेन इति सम्भावनवचनं तस्मिन् सम्भावनवचने, अत्र तु विभक्तीनां विधानमस्ति सूत्रे, न यद् अयदत् अयद् तस्मिन् अयदि नै तत्पुरुषः, विभाषा प्रथमान्तं धातौ सप्तम्यन्तं सम्भावनमिति भवती न पठितवती किं भगिनि? सिद्धान्तकौमुद्यां पूर्वसूत्रम् अनुवर्तते. क्षम्यतां, सिद्धान्तकौमुद्यां पूर्वसूत्रम् अनुवर्तते, तत्तु अवगतम् अस्माभिः. सम्भावना सम्भावने अर्थे धातौ उपपदे उक्ते अर्थे लिङ् वा स्यात् न तु यशब्दे इति पुनः तदेव उक्तमस्ति. पूर्वेण नित्ये प्राप्ते वचनम् इति उक्तमस्ति. अहम् अन्तिमवाक्यस्य अर्थः एवं यत् पूर्वसूत्रे लिङ् नित्यम् आसीत् किन्तु प्रकृतसूत्रे तत् प्रभाति लिङ् लिङ् वैकल्पिकता विधीयते. सम्भावनम् उच्यते अनेन इति सम्भावनावचनं तस्मिन् सम्भावनवचने, न यद् अयद् अयद् तस्मिन् अयदि नैतत्पुरुषः, विभाषा प्रथमान्तं धातौ सप्तम्यन्तं सम्भावनवचने सप्तम्यन्तम् अयदि सप्तम्यन्तम् अनेकपदमिदं सूत्रम्. उतापयोः समर्थयोर्लुङ् लिङ् इत्यस्मात् लिङ् इत्यस्य अनुवृत्तिः, लिङ् निमित्ते लृङ् क्रियातिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते. अस्तु, सम्भावने अलम् इति चेत् सिद्धाप्रयोगे इति सम्पूर्णसूत्रम् अनुवर्तते. भूते च इत्यस्य अधिकारः, तर्हि धातोः प्रत्ययः परश इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रम्. धातौ सम्भावनवचने अयदि, अलं सिद्धप्रयोगे इति चेत् सम्भावने धातोः विभाषा लिङ् प्रत्ययः परश लिङ् निमित्ते भूते च लृङ् क्रियातिपत्तौ इति. तत्र तु पुनः लृङ् विधानं यत्र क्रियातिपत्तिः अस्ति तत्र तु नित्यं भवति, भूतकालार्थे भविष्यत्कालार्थे, भूते च इत्यनेन भूते भविष्यति च इति स्वीकर्तव्यम्. तर्हि अत्र आहत्य किम् अस्ति, तत्र पूर्वसूत्रं समानमस्ति, यत् शब्दः मास्तु, तदनन्तरं सम्भावनधातुः सम्भावनार्थकधातु उपपदं यत्र अस्ति तदा तु विकल्पेन भवति इत्येव आशयः अत्र अस्ति. अन्यः पठति वा अग्रे? अपि महोदय प्रश्नद्वयं कृतवान्. एकमस्ति, कः द्वयो मध्ये कः उत्सर्गसूत्रमस्ति, कः विशिष्टसूत्रमस्ति, कः लघुसूत्रम्? उत्सर्गिकसूत्रमस्ति, एतत्तु विशिष्टसूत्रमस्ति. यत्र केवलम् अय तत्र किम् अस्ति, यत् शब्दस्य प्रयोगः नास्ति, तदनन्तरं यत्र धातुपपदमस्ति तत्रैव, एतत्तु न्यूनक्षेत्रमस्ति. औत्सर्गिकं तु पूर्वसूत्रमस्ति. अस्तु, बृहत् सूत्रं किम् अस्ति, लघुसूत्रं किम् अस्ति? पूर्वसूत्रमेव लघु, तत्र बृहत् क्षेत्रमस्ति, सूत्रम् इति न कार्थः न जाने, क्षेत्रं तु पूर्वसूत्रमस्ति. द्वितीयसूत्रं तु न्यूनक्षेत्रं वर्तते, अपवादत्वेन आगच्छति. ओ एवं वा, ओ अस्तु भगिनि, तर्हि अग्रिमे सप्ताहे मिलामः वा. अस्तु, धन्यास्मि, धन्यवादः महोदय, शुभरात्रि. कुशली इति वा धन्यवादः।